पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायम् 11 नारद उवाच अथ जालन्धरो दूतवच श्रुत्वा प्रतापवान् सर्वस्यैनं समाहूय प्रयाणमकरोत्तदा ततस्ततः समेतानां सैन्यानां श्रूयते ध्वनिः शस्त्रीन्मन्दरकन्दरेषु शयितानुद्धापयन् किन्नरान् मेरोर्मन्दरकन्दरे प्रतिरवानुद्धापयन्वारणान् सिंहानां च तदीर्व्यमुञ्चद पुरः पन्थानमेवं विधस्त्रै लोक्यं बधिरीचकारमहदसैन्यस्य कोलाहलः ततो दुन्दुभिनादोऽभूत्पीठे जालन्धरे नृप तन्निनादेन शूराणां प्रियेण महदा तदा कम्पन्ति गिरयस्तुङ्गाः प्रासादविचलन्ति च सप्तसागरगर्भेभ्यो निःसृता दैत्यदानवाः सन्नद्धाश्चादिगर्जन्ति नानावाहनसंयुताः एषा ययौ महानादा वाजिनां बाह्यतः पुरः रथा अङ्गेनाद संहृष्टाधरां संचलते धवा चलितैर्गजयूधैश्च पृथ्वी रुद्धा सकाननाक् जालन्धरेरितैर्भीमैरयुतैस्यन्दनस्थितैः अश्वार्बुदसहस्रे द्वे अर्बुदं दन्दिनामपि रराजसैन्यलक्षैकं रथिनां सपताकिनां परार्धनवधिकोट्यदृंश्यदे मुख्यनायकाः निर्जगाममहासैन्यं चत्रैः संचाद्य भास्करम् आसीत् पिञ्चरपाण्डुपङ्कजवनं श्वेतादपत्रै क्वचिद् मायूरातपवारणै क्वचिदभूदुन्नीलनीलोल्पलम् उन्मेकं क्वचिदूर्ध्वधूलिपडलार्यस्य प्रयाणे भवद सद्वीजि क्वचिदम्बरं सर इवो सर्पत्पदाकापडैः गजवाजिमयि भूमिर्ध्वजच्छत्रमयं नभः दिक्चक्रं चामरमयं दैत्यसैन्ये प्रसर्पदि ततो जालन्धरो दैत्यः प्रयाणाय समुत्सुकः स्कन्धे चारोपयन् शक्रिं नानारत्नविभूषिताम् आजगाममहाविष्णुं प्रष्टुं सागरवासिनम् अभिवाद्य जगदादहरिं जालन्धरस्त्विदं भोगार्थां किं प्रयच्छामि तुभ्यं भावुककथ्यतां श्रुत्वा नारायणो वाक्यमब्धिजस्य मुदान्वितः उवाच किं करोमीति प्रियं सिन्धु सुदेप्सितं युत्युक्तः स प्रहृष्टोऽथ हरिं प्रोवाच सत्वरः यामि योद्धुं रणेहं त्वं सुखी तिष्ठेह सागरे लक्ष्म्या दत्ताक्षतस्तत्र केशवेनाथपूजितः सनिर्गत्य हरेस्थानसमुद्रं प्रष्टुमागतः सोर्णवं प्रणिपत्याह ताद यास्यामि दूरतः नीलकण्ठं रणे जेतुमनुज्ञां दातुमर्हसि पुत्रस्य वचनं श्रुत्वा इयासो शङ्करं प्रति सिन्धुराजेन सोऽप्युक्तः पुत्र तं तापसं त्यज भुङ्क्ष्व राज्यं मया दत्तं तापसं त्यज दूरतः अत्यद्भुतप्रतापस्ते त्वत्तुल्यो नास्ति भूमिपः स्वर्गादाधिकृतां निदं त्वया वत्स धरातलं तव राज्ये वसुमती वैकुण्ठ इव राजते यो देवो दुर्जयो दैत्यरानीतः सहसश्रिया ममान्तिकं वत्स वस शङ्करं भिक्षुकं त्यज एवमुक्तो ह्यर्णवेन गिरिजां प्रतिरागवान् पितुर्वाक्यमविज्ञाय आगत्य स्वभटान् श्वकान् सज्जीभूतं तु युद्धाय वृन्दा जालन्धरं जगौ वृन्दो वाच नाथयुद्धं न कर्तव्यं राजेन्द्र कुत्सयोगिना मनोनिवर्त्यतां पश्य प्रवृत्तं पार्वतीं प्रति गौरीं त्वं वाञ्चसि कस्मात् पार्वती किं ममाधिका तपस्विनी निरालम्बा संसक्तास्ताणवे सदा सुदानुरागिणी वन्ध्या तद कृत्रिमपुत्रिका वृद्धास्तुदा नारदेन तां त्यजस्व भजस्व माम् इति वृन्दावच श्रुत्वा प्रत्युवाचार्णवात्मजः अदृष्ट्वा पार्वतीरूपम् अच्छेदो न निवर्तते वृन्दे त्वया जनपदो राजधानी प्रपाल्यतां स्मर्तव्योऽहं सदा चण्डी यदि मां हन्ति शङ्करः इति भर्तृवच श्रुत्वा वृन्दा हाससमन्विता जगामशिपिकारूढा पीठं जालन्धरं तदा नारद उवाच अथ प्रतस्ते कैलासं सिन्धुसूनुर्महाबलः महापद्मसहस्राणां षष्ट्या सैन्येन संवृतः अत्रान्तरे परित्यज्य कैलासं शङ्करो गतः गणपुत्रप्रियायुक्तकैलासं मानसोत्तरं जालं धरस्तथ प्राप्तकैलासं प्रथमेहनि सेनासंस्थाप्य कैलास आलोकनकुतूहली दिव्यकेसरमन्दाररजः पुञ्ज परिसृताः शीताम्बुशीकरासारैः प्रभुग्नावादिवायवः यत्र सिद्धाङ्गनापीनस्तनोत्तुङ्गतरङ्गिणः मन्दारमकरं दाढ्याः सुन्दरावादिवायवः यत्राशोकरुचिस्निग्धपादन्यासं च योषिताम् विलोक्य धनवेन्द्रो भून् मनोरथ समाकुलः प्राप्नुवन्ति सुराप्रीतिं स्वबिम्बालोकहर्षिताः यत्र किन्नरः कान्तानां सुरतव्यञ्जितप्रभाः विभान्ति सर्वतस्तत्र मन्दाराशीर्णपल्लवाः यत्र शम्भुगणाक्रान्ता नानावेलाकुलद्रुमाः भ्रान्तिमन्मथभूपालयशसा सुधृता इव यत्र चन्दनकस्तूरी गन्धोन्मत्तालिसञ्जयाः विभान्ति दग्धकन्दर्पनिर्वाणाङ्कारसन्निभाः यत्राङ्गनानां सकलं विलोक्य सौरभ्यमत्युत्तमकान्तिमित्रं मन्ये परिष्वक्तमनो विनोदा कस्तूरिका गाहदि कालिमानम् क्वचित् प्रवरगैरिका समसमुल्लसत् लवङ्गदलसन्निभासनचलचकोरं क्वचिद् क्वचिद्गिरिसरितडीतरणि वत्स्फुरत्कुण्डलं चलन्निचुलमञ्जरीविनयनम्रभृङ्गं क्वचिद् क्वचिद्दलितकोकिलाकुलितनूत्नचूताङ्गुरं कुरङ्गकुलसेवितं प्रबलशालिमूलं क्वचिद् क्वचित् प्रवरसुन्दरैसुरवधूपदैः पावनं वनं नयदि विक्रियामिह मनो मुनीनामपि एवं गुणसमायुक्तं विलोक्य हरमन्दिरं विचित्रं चापि कैलासं सर्वरत्नसमाश्रयम् अत्यन्त विस्मितो दैत्यः प्रोवाच भृगुनन्दनं कस्मात् तं तापसं ताद प्रवदन्ति भवादृशाः तादृशी यस्य सा भार्या गृहमीदृङ्मनोहरं तत्रा दृष्ट्वा वदच्छम्भुं हरकुत्र गदकवे कथं मम भया चेदि पृष्ठप्रोवाच भार्गवः देवशम्भुर्महाशैलमगम्यं मानसोत्तरं ययौ तत्र महादेवो गन्तुं चान्यैर्न शक्यते इति काव्यवच श्रुत्वा प्राह दैत्यो महाबलः जालन्धर उवाच अहं यास्यामि देवेश्यं त्वं पुरा गच्छ भार्गव इत्युक्त्वा प्रययौ तत्र यत्रास्ते शङ्करस्वयम् अपश्यत्तं गिरिवरं सिन्धुजो मानसोत्तरं तस्य षष्टिसहस्राणि योजनानां समुच्छ्रयः स शैलो मानसो राजन् दैत्यसैन्यैः समावृतः बहवो दैत्यराजानशैलमारुरुहुधृतं चत्रान्धकारं पर्यासि त्वाद्यनादेन वेपधुः सैन्यकोलाहलस्तेषां पूरयामास रोदसी नारद उवाच अधैवमागतं दृष्ट्वा दैत्यसैन्यं महत्तदा अत्युच्चे स गिरे शृङ्गे स्थाप्य गौरीं सखीवृताम् भगवांश्च गणैः सर्वैः सन्नद्धैर्युद्धदुर्मदैः त्रिंशन्महाब्जसाहस्रैः प्रमदानां वृतः शिवः उवाच नन्दिनं शम्भुर्गणानामधिपं त्वया प्रकर्तव्यो महादैत्यो वीरो जालन्धरोरणे महाकालाधिभिः सूर्यैराहित्वं परिवारितः तावदाजौ त्वया तस्माद्योद्धव्यमधिपौरुषात् यावद्दुग्धे नारीजयो मम वीरभविष्यति इति शम्भोर्वच श्रुत्वा स च सारथिमब्रवीत् काकुतुण्डरथं मेद्य समानयमहामदे नन्दिनो वचनं श्रुत्वा सोऽपि स्यन्दनमाहरद द्वात्रिंशदश्वसंयुक्तं चक्रषोडशसंयुतं षष्टिध्वजसमुपेतं द्वात्रिंशद्योजनायुधं सर्वशस्त्रैश्च सम्पूर्णं प्रातं सङ्ग्रामिकं रथम् नन्दिनश्चक्ररक्षार्थं पुत्रौ स्कन्दविनायकौ समादिष्टौ शङ्करेण सन्नद्धौ तौ स्ववाहनौ गणैः परिवृतो नन्दी वाग्भिः सम्पूज्य चेश्वरं नन्दीरथं समारुह्य निर्ययौ दानवान् प्रति विराजते तस्य मूर्ध्नि छत्रं द्वादशयोजनम् यावत् स निर्ययौ नन्दी तावत् ते दानवाः पुरः शैलोपरि समारूढा दानवा घोरदर्शनाः गणानामायुधैस्तीक्ष्णैः निहदाः पतिता भुवि हन्यमाना गणैर्दैत्यास्तत्यजोर्दुरदो गिरिं ततो धूमसमं तस्मादवरुह्य शिलोच्चयाद जघ्नोर्दैत्यांशिदैशस्त्रैर्गणा राजन्महाबलान् अमरैराजितं दृष्ट्वा रुरुधुर्दैत्यसैनिकाः ततः समभवद्युद्धं गणानां दानवैः सह शरवर्षमधात्युग्रं दानवानां दिवौकसां ततः समस्तान् मादङ्गाञ्जघ्नोक्षिकीमुकारणे रथान्हयान् पदातींश्च काकतुण्डा महाबलाः हतानां दैत्यसङ्घानां सङ्गरे भृशमायिनां शिरोभिर्गगनं प्राप्तं प्रहसद्भिर्भयावहैः मुक्तकेशारुणमुखैर्भीमदंष्ट्राविलोचनैः सिंहैः कबन्धजङ्घोरुकटिपृष्ठनिकृन्दनैः चिदा सर्वत्र वसुधा कबन्धैरुधिरारुणैः ततो विरावसुमहान् बभूव दैत्येश्वराणां ध्वजिनीषु धावतं शम्भोर्गणैः पादितसैनिकानां यथार्णवानां न ददां युगक्षये इति श्रीपद्मे महापुराणे उत्तरखण्डे नारदयुधिष्ठिरसंवादे जालन्धरोपाख्याने दैत्यसैन्यपराजयो नाम एकादशोऽध्यायः ॐ